अस्तु, तर्हि अधुना संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति अधिकृत्य, इति विषयम् अधिकृत्य चर्चा जायमाना अस्ति. तत्र सिद्धान्ति अथवा प्राचीननैयायिकाः वदति यत् भूतल अपि च कपालस्य यथा संयोगः शक्यः तथा घटकपालयोः संयोगः नास्ति पृथगाश्रय आश्रितत्वस्य अभावात्. पृथक्त्वम् इति अन्यतमः गुणः भवति चेदेव संयोगः सम्भवति इति. तदा पूर्वपक्षिणः आपादनद्वयं वदन्ति. तर्हि प्रथमम् आपादनं किम् अस्ति इति राजेन्द्रमहोदय किञ्चित् वदति वा स्वस्य वाक्यैः? आम् आं भगिनि. पूर्वपक्षिणाम् आपादनद्वयमासीत् खलु, यदा सिद्धान्तिनः वदन्ति कपालभूतलयोः पृथिगाश्रयाश्रितत्वात् संयोगः सम्भवति किन्तु तथाविद अभावात् घटकपालयोः न भवति इति कृत्वा पृथक्त्वम् इति अन्यतमः गुणः. तदा सिद्धान्त पूर्वपक्षिणः आपादनद्वयम् उपस्थापयन्ति खलु. तत्र प्रथमम् आपादनं किम् इति किञ्चित् विवृणोति वा? प्रथमम् आपादनम् आसीत् यथा ते उक्तवन्तः गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिक्षणे जायमानस्य नेताद् अवधिकत्वे मान अभावात्. आं भगिनि. अस्तु, तस्य अर्थः कः अथवा तेन आपादनेन किं प्रतीयते इति किञ्चित् स्वस्य वाक्यैः प्रतिपादयतु. तेषां मतम् अस्ति यत् गुणरूप पृथक्त्वं यथा एकं गुणः भवति तत् तत् मूर्तोत्पत्तिद्वितीक्षणे जायमान तत् नियत अवधिकत्वं तत् पृथक्त्वे नियत अवधिकत्वम् अस्ति तत् कारणात् ते न मन्यते. पृथक्त्वं गुणः नास्ति, पृथक्त्वं भेदः एव अस्ति. गुणरूपं नास्ति तत्र पृथक्त्वं पृथक्त्वे. अस्तु अस्तु, समीचीनं. तर्हि नियतावधिकत्वं पृथक्त्वे अस्ति इति कृत्वा तैः न मन्यते. यदा तेषां मतम् आसीत् अन्यत् यत् कोऽपि गुणः अस्ति तत्र अवधिकत्वं न अस्ति यथा न मन्यते. बहु समीचीनम्. अपरेषु गुणेषु नियतावधिकत्वं नास्ति इति कृत्वा पृथक्त्वं गुणः न अपि तु भेदरूपमेव इति तेषां मतम्. अस्तु, तदा ते द्वितीयम् आपादनम् अपि अत्र उपस्थापयन्ति. द्वितीय आपादनं किम् इति किञ्चित् सव्यसाचिमहोदय वदति वा? आं भगिनि, द्वितीय आपादनम् अस्ति भूतल अवधिकत्वस्य एव कपाल अवधिकस्य अपि आवश्यकत्वात् तद्दोषात् अवस्थितिम् इति वाच्यम्. तर्हि द्वितीय आपादनम् अस्ति इति पूर्वपक्षिणः वदन्ति. घट एवं भूतलः इति संयोगः भवितुम् अर्हति. तर्हि कपाल एवं घटयोः अपि तथा संयोगः इति भवितुम् अर्हति. तर्हि तत्र इति पृथक्त्वं तत्र नास्ति इति वक्तुं न शक्नुमः. इत्युक्ते इत्युक्ते घटे यत् घटः अस्ति एवं कपालः अस्ति, तर्हि घटः कपालात् भिन्नः इति भवति. तर्हि ते अपि वदन्ति तत्र भेदः घटः कपालयोः भेदः अस्ति, तर्हि घट कपालात् पृथक् एव अस्ति वक्तुं शक्नुमः. ते वदन्ति अत्र अस्तु, किन्तु भवता यदुक्तं तत् सत्यं, किन्तु द्वितीय आपादने अवधिकत्वस्य विषयः आगच्छति खलु. प्रथमे आपादने नियतावधिकत्वम् अस्ति पृथक्त्वे इत्यनेन न अङ्गीक्रियते गुणत्वेन इति. तर्हि द्वितीय आपादने ते किं वदन्ति? अवधिम् अधिकृत्य, नियतावधिकम् अधिकृत्य एव द्वितीय आपादनं साधयन्ति. द्वितीय आपादने ते वदन्ति इति निखिलावधिकत्वम् इति वदन्ति. नाम यत् नियतावधिकत्वम् अस्ति इति वदनेन अवधिः कुत्र अस्ति इति न उक्तं वा? अन्यतावधिकत्वम् अस्ति चेत् अवधिः कुत्र अस्ति इति भासते तत्र. हा, प्रतीतौ भासते, परन्तु पृथक्त्वं मूर्तोत्पत्ति द्वितीयक्षणे जायमानं यदा भवति तस्मिन् नियतावधिकत्वम् अस्ति इति उच्यते चेत् तत्र अवधिः इति भासते वा? इति संयोगविभागस्थले तु न भासते, परन्तु भेदपृथक्तले भासते. इति भासते, कदा भासते? यदा प्रतीतिः अथवा ज्ञानं जायते, घटः पटात् पृथक् इति प्रतीतिः जायते चेत् तदा अवधिः नियमेन भासते. परन्तु केवलं नियतावधिकत्वम् अस्ति इति उच्यते चेत् तत्र अवधिः इति भासते वा? नियतावधिकत्वम् अस्ति चेत् अवधिः पूर्णतया नियतावधिकत्वम् अस्ति चेत् अवधिः तु भासते निश्चयेन. अस्तु, वाक्यस्य आकृतिः तथा अस्ति चेत् सः पटात् पृथक् तदा प्रतीतौ नियमेन अवधिः भासते. अस्तु, किन्तु मूर्तोत्पत्तिद्वितीयक्षणे अवधिः कुत्र अस्ति इति न उक्तं नियमेन. हलो, तर्हि पूर्वपक्षिणः वदन्ति अस्तु भवतु, नाम नियतावधिकत्वं सत्यपि पृथक्त्वं गुणः इति अङ्गीकुर्मः. अस्तु, किन्तु अवधिः नियमेन न भासते. नियमेन अवधिः न भासते चेत् तथा कीदृशः दोषः आगच्छति इति द्वितीयम् आपादनम्. अवधिः कुत्र, अवधिः नियतावधिकत्वं तु अस्ति परन्तु नियमेन अवधिः कुत्र अस्ति इति न उक्तं चेत् यथा भूतलावधिकत्वम् अस्ति तथैव कपालावधिकत्वमपि भवतु इति ते वदन्ति. अस्तु, कपालावधिकत्वम् अपि भवतु इति वदनेन कीदृशः दोषः आगच्छति? कपालावधिकत्वम् इति दोषः इत्युक्ते तत्र इत्युक्ते पृथगाश्रय आश्रित्वं नास्ति, युतसिद्धं न भवति. इत्युक्ते घटः कपाले, कपालः आश्रितः भवति, कपाले आश्रितः भवति. इत्युक्ते तत्र अवयव कपालः कपालः घटः कपालः घटस्य अवयवः अस्ति, तर्हि तत्र संयोगः भवितुं न अर्हति. तत्तु सत्यं, तत्तु न सत्यं, किन्तु द्वितीय आपादने किम् अस्ति? कपालावधिकत्वस्य अपि आवश्यकत्वम् इति खलु द्वितीयम् आपादनं. यथा भूतलावधिकत्वम् अस्ति तथैव कपालावधिकत्वस्य आवश्यकत्वं जायते इति तेषां द्वितीयम् आपादनं. कपालावधिकत्वम् अपि भवति इति स्वीकृतं चेत् तदा भवता यदुक्तं तादृशः दोषः आगच्छति. कीदृशदोषः? कपालावधिकत्वम् अस्ति घटपृथक्त्वे इति वदनेन युतसिद्धत्वं युतसिद्धत्वम् इत्यनेन संयोगापत्तिः इति दोषः. इति आपादनद्वयस्य सारांशः. अपि च भवता यदुक्तं नियतावधिकत्वस्थले निखिलावधिकत्वम् अपि आरोप्य कपालावधिकत्वमपि भवतु इति संशयः भवति पूर्वपक्षिणः. अस्तु, तर्हि द्वितीय आपादनस्य निवारणार्थं कस्य उदाहरणं सिद्धान्तिनः ददति, अपि च कथं निवारणस्य प्रयत्नं कुर्वन्ति इति सरला भगिनी किञ्चित् वदति वा? द्वितीय आपादनं निवारणकृते विभागस्य उदाहरणं ददाति. तस्य यथा विभागस्थले नियमेन प्रतीतो न भासते अवधिकत्वम् आरोप्यते तर्हि तस्य विभागस्थले एकस्मिन् अवधि निवार्यते, एकस्मिन् अवधि स्वीक्रियते. तर्हि विभागस्थले निखिल अवधिकत्वं न भवति. तथैव पृथक्त्व स्थले अपि नियतावधिकत्वं क्षम्यतां निखिल अवधिकत्वं नास्ति. उदाहरणस्तरे हस्तपुस्तकयो विभाग तत्र अवधि द्विनिष्ठ तत्र विभागद्विनिष्ठ अस्ति. यदि वयं वदामः हस्तपुस्तकात् विभक्त तत्र पुस्तके अवधि आरोपयते. हस्ते विभाग पुस्तकावधिकं भवति. तत्र हस्ते अवधिकत्वं विभागे यः विभागः हस्ते अस्ति तस्य अवधिकत्वं केवलं पुस्तकं पुस्तके अस्ति. किन्तु यदि पुस्तकहस्तात् विभक्त तत्र पुस्तके यः विभागः अस्ति तस्य अवधिकत्वम् एकनिमिषः पुस्तके यः विभागः अस्ति तस्य अवधिः तस्य अवधिः हस्त अस्ति. तत्र किमस्ति हस्ते अवधित्वम् अस्ति. अवधित्वम् अस्ति. विभागे किमस्ति? विभागे अवधिकत्वम् अस्ति. इति स्पष्टं स्यात्. विभागः सावधिकः अतः अवधिकत्वं तस्मिन् पुस्तकम् इति यः कोऽपि अवधिः भवति तस्मिन् अवधित्वम् अवधित्वं भवति. तत् सो विभागस्थले अतः निखिल अवधिकत्वं नास्ति. तथैव पृथक्त्वे अपि निखिलाधिकत्वं न भवति इति वार्ता अस्ति. तर्हि निखिल अवधिकत्वं तस्य परिभाषा अस्ति. स्वं विहाय सर्वत्र जगति सर्वत्र वर्तते. सो निखिल अवधिकत्वं घटकपालयो उदाहरणे यदि वदामः घटविहाय सर्वत्र तत्र घटस्य आश्रय अवयविनः अपि अन्तर्गता. तत्र अवधि न भव तत्र यदि अवधि भवति घटकपालयोः युद्धसिद्धत्वं भवेत्. युद्धसिद्धत्वं यदि भवेत् तर्हि संयोगः भवेत्. वयं वस्तुतः जानीमः घटकपालयोः कदापि संयोगः या युद्धसिद्धत्वं न भवति. कारणमस्ति एकदेशस्मिन् घटकपालयोः तस्य अवयवः वर्तते. अतः घटकपालयोः तत्र निवारते द्वितीय अपादनस्य कपाल घटावधिकपृथक्त्वं न भवति कपाले कटावधिकपृथक्त्वं वा घटे कपालावधिकपृथक्त्वं न भवेत् न स्यात्। हा, बहु समीचीनमस्ति। तर्हि पृथक्त्वस्य आश्रयः नाम स्व आश्रयः, स्व आश्रयस्य परम्परायाम् आश्रयपरम्परा इत्युक्ते अवयव अवयविभावः यत्र अस्ति अवयवपरम्परायां यानि मूर्तानि तेषु पृथक्त्वं प्रति अवधित्वं न भवति इति समीचीनतया उक्तं, दोषः निवारितः। अस्तु, तर्हि पृथक्त्वम् इति गुणः पृथक्त्वम् इति निखिलावधिकं नास्ति इति तु साधितम्। इदानीं प्रश्नः उदेति, पृथक्त्वस्य स्थाने भेदः इति स्थाप्यते चेत् तत्र तेन कः दोषः भवति पुनः इति माला भगिनी किञ्चित् वदति वा? माला भगिनी अस्ति किम्? आम् आम् अस्मि अस्मि। पृथक्त्वस्थाने यदा भेदः स्थापयामः तर्हि कपाले घटभेदः भवति, घटे कपालभेदः भवति, तदा तयोर्मध्ये युतसिद्धत्वं भवितुमर्हति, संयोगः अपि भवितुमर्हति। अतः तेषां मध्ये संयोगः, क्षम्यतां, संयोगः भवति, अतः किं वदामि, भवती समीचीनमेव वदति, मार्गे अस्ति तावदेव। अतः भेदेन वयं युतसिद्धत्वं साधयितुं न शक्नुमः। यदा पृथक्त्वं भवति तदा एव युतसिद्धत्वं सम्भवति। हा हा, इत्युक्ते पृथक्त्वस्य स्थाने भेदः, पृथक्त्वम् ईक्वल् टु भेदः इति कुर्मश्चेत् तर्हि सरला भगिन्याः भागः आगच्छति, पृथगाश्रय आश्रितत्वेन युतसिद्धत्वम् इति भवति, तथैव भिन्नाश्रय आश्रितत्वम् इत्यनेन अपि युतसिद्धत्वं भवितुमर्हति इति आयाति इति आपत्तिः। किन्तु तद् तथा नास्ति, यद्यपि घटे कपालं प्रति भेदः, कपाले घटं प्रति भेदः अस्ति, तथापि उभयोः मध्ये पृथक्त्वम् इति नास्ति, तदर्थं युतसिद्धत्वं नास्ति, संयोगः नास्ति इति यदा यथा भवत्या उक्तं। किन्तु भेदः तु अस्ति, भेदस्य आधारेण भिन्नाश्रयम् इति किमपि वदामश्चेत् तर्हि पुनः सः एव दोषः पुनरागच्छति। भिन्नाश्रयः, तेन युतसिद्धत्वं, पुनः तेन संयोगः, तत्तु न अपेक्षितं, यतोहि तयोः मध्ये समवायः इति अनुभवसिद्धम् अस्ति इति कृत्वा पृथक्त्वं भिन्नः पदार्थः, भेदः इति भिन्नः पदार्थः इति अन्ततो गत्वा सिद्धान्तिभिः साधितमस्ति। तर्हि अधुना विषयः तु स्पष्टः, पृथक्त्वं भिन्नः, भेदः भिन्नः इति विषयः तु स्पष्टः एव अस्ति। किन्तु ततः अग्रे इतोपि किञ्चित् परिशीलनं कुर्वन्ति ते, परमाणोः संयोगः भवति वा परमाणोः मध्ये, अथवा मूर्तविभू संयोगः भवति वा इति। तर्हि तर्हि जयन्ती भगिनी, परमाणोः मध्ये संयोगापत्तिः स्यात् इति यदा पूर्वपक्षी वदति तर्हि तस्य उत्तररूपेण सिद्धान्तिनः कथं वदन्ति, किं वदन्ति इति किञ्चित् वदति वा? यदा पूर्वपक्षिणः वदन्ति यत् परमाणवः यद्यपि विना आश्रयं सन्ति, तयोः संयोगः कथं वा जायते इति प्रश्नः उदेति चेत्, सिद्धान्तिनः वदन्ति परमाणोः किमर्थं सः प्रश्नः उदेति प्रथमतया किमर्थम् इत्युक्ते एतावता एव अस्माभिः दृष्टं यत् पृथक् आश्रय आश्रितत्वयोः एव संयोगः जायते. तदा एव साधितम् आसीत् यत् घटकपालयोः कदापि संयोगः एव न जायते. किमर्थम् इत्युक्ते तयोः पृथक् आश्रय आश्रितत्वं नास्ति. नास्ति चेत् तर्हि कथं परमाणुविषये कथं संयोगः जायते? तेषां पृथक् आश्रय आश्रितत्वं तु नास्ति, परन्तु कथं वा संयोगः जायते इति प्रश्नः. परमाणोः पृथक् आश्रय आश्रितत्वं नास्ति इति किमर्थं वदामः? किमर्थम् इत्युक्ते परमाणोः आश्रयः एव नास्ति, तेषाम् अवयवाः न सन्ति इत्यतः तेषां आश्रय विना आश्रयं तिष्ठन्ति परमाणवः वा चलन्ति. विना आश्रयेण सन्ति इत्यतः तेषां पृथक् तेषां संयोगः कथं जायते इति प्रश्नः. आश्रयः नास्ति इत्यस्मात् केन सम्बन्धेन आश्रयः नास्ति? समवायसम्बन्धेन नास्ति. साधारणतया समवायेन एव द्रव्यस्य आश्रयः आश्रितः भवत् आश्रये तिष्ठति द्रव्यं, तस्य आश्रये तिष्ठति आश्रितः अस्ति द्रव्यं समवायसम्बन्धेन. परन्तु परमाणोः विषये तु समवायेन न तिष्ठन्ति, संयोगः तु संयोगसम्बन्धे सन्ति परमाणवः. परमाणुद्वयोः संयोगः जायते न समवायसम्बन्धेन इति तत्त्वम् अस्ति. तर्हि परमाणोः अवयवाः न सन्ति इति कृत्वा इदानीं घटः कपाले समवायसम्बन्धेन तिष्ठति. परमाणोः तादृशी परिस्थितिः एव नास्ति, अनाश्रितः परमाणुः. परन्तु परमाणुद्वयस्य मध्ये संयोगः भवति वा? संयोगः भवति. तेषां स्वतन्त्रक्रियावत्त्वम् इति अस्ति तेषां स्वभावः. एतस्य स्वभावेन कारणेन परमाणुद्वयोः संयोगः जायते. संयोगसम्बन्धेन जायते. परमाणुद्वयस्य संयोगः अवश्यं जायते. अतः अत्र वाक्यं पठति वा तत् सम्पूर्णमूलवाक्यं? न च एवं न च एवं घटकपालयोः मध्ये अपि एकनिमिषं परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वात् इति वाच्यम् इति पूर्वपक्षिणः. न इदं वाक्यं कस्य? न च इत्यस्मात् आरभ्य वाच्यं पर्यन्तं वाक्यं कस्य अस्ति? न च वाच्यम् इति पूर्वपक्षिणः मतमस्ति. पूर्वपक्षिणः एकनिमिष चिन्तयतु. तत्र यथा पूर्वं भवती जानाति एव, यथा पूर्वम् आसीत् तथैव अस्ति. अस्तु, न च वाच्यम् इति कः वदति? पूर्वमपि तथा खलु. न च वाच्यम् इति सिद्धान्तिनः वदन्ति. किं न वाच्यं? परमाणुद्वयसंयोग अनुपपत्तिः तयोः अनाश्रितत्वात् परमाणुद्वयोः द्वयसंयोग अनुपपत्तिः इति पूर्वपक्षिणः वाक्यम्. पूर्वपक्षिणः वाक्यं नास्ति वस्तुतः, किन्तु पूर्वपक्षिभिः तथा पूर्वपक्षी तथा वदेत् इति विचिन्त्य न च वाच्यम् इति सिद्धान्ति वदति. किं न च वाच्यम्? मध्ये यत्किमपि भवती पठितवती, परमाणुद्वयसंयोग अनुपपत्तिः, तद् न वच न किमर्थं परमाणोः अनाश्रितत्वात् इति कदापि न वाच्यम्। अस्तु, किमर्थं न वाच्यम् इति अग्रे उत्तरम् अस्ति। स्वतन्त्रक्रियावत्त्वस्य निमित्तत्वात् परमाणोः संयोगः अवश्यं भवति, यद्यपि ते तौ अनाश्रितौ तदापि तथापि भवति, यतोहि यथा भवत्या उक्तं स्वतन्त्रक्रिया इति स्वभावः तेषाम्। अस्तु, इति परमाणुस्तरे संयोगः भवति न वा इत्यस्य चर्चा अस्ति। इतः अग्रे गत्वा मूर्तविभूसंयोगापत्तिः इत्यस्मात् आरभ्य पठेम। अपि च पूर्वपक्षिणः आक्षेपरूपेण न वदन्ति वा, किं सिद्धान्तिनः एव सङ्गौ उपस्थाप्य वदन्ति अस्मिन् प्रसङ्गे? अस्तु अस्तु, यावत्पर्यन्तं माला भगिनी उक्तवती, आरम्भतः वयम् आरम्भं कृतवन्तः खलु सद्यसाचि महोदयतः, तत्र माला भगिनी यावत् उक्तवती तावत् यावत् तथा तत्र प्राप्तवन्तः, तत्र आपादनस्य निवारणं जातं, भेदः भिन्नः पृथक्त्वं भिन्नः इति निवारणं तु जातं। किन्तु अग्रे गत्वा परमाणुस्तरे तथा स्यात् इति चिन्तयित्वा कोऽपि आपादनं कुर्यात् अथवा मूर्तविभुसंयोगस्य विषये आपादनं कुर्यात् इति विचिन्त्य सिद्धान्तिः स्वयं प्रसङ्गं दत्वा तस्य निवारणमपि करोति। अस्तु अस्तु इति वार्ता। अस्तु, मध्ये केन केन आगतं, नामानि उच्यन्तम्? भगिनी, लक्ष्मी अस्मि अत्र। लक्ष्मी भगिनी, तदनन्तरं जनद्वयेन वा त्रयेण आगतं? भगिनी सावित्री। सावित्री भगिनी, तदनन्तरं सन्ध्या अस्मि भगिनी, नमस्कारः। सन्ध्या भगिनी, अस्तु, तदनन्तरं केन आगतं? अस्मि वर्धिनी भगिनी। अस्तु, तर्हि एतावत् पर्यन्तं चर्चा कृता आसीत् पूर्वतनविषयस्य चर्चा, यतोहि एकः गृहपाठः अस्ति खलु, लेखनगृहपाठः, भेदः एव पृथक्त्वमिति आक्षेपस्य निरासः, अपि च तस्मात् प्राक् पृथक्त्वस्य विषये किञ्चित् अस्ति, तत्सर्वं लेखनीयं भवति सारांशरूपेण सर्वैः इति गृहपाठः दत्तः आसीत्, स्मर्यते वा? महोदयस्य ई पत्रं दृष्टं वा सर्वैः? विशेषतया मङ्गलवासरस्य वर्गे एव ये ये आगच्छन्ति तेषां कृते अपि गृहपाठः अस्ति, तर्हि गृहपाठरूपेण अस्य सर्वस्य सारांशः लेखनीयः भवति, अतः किञ्चित् पुनरावर्तनं कृतम् अद्य। तर्हि सः अग्रे सरेम। द्वयोः परमाणोः संयोगापत्तिः तत् पर्यन्तं वा अथवा तत्र नास्ति? न न न न, सर्वं भगिनि, कुतः इत्युक्ते प्रथमतया प्राचीननैयायिकाः वदन्ति किल, भेदस्य पृथक्त्वस्य च को विशेषः इति भागः अस्ति पुस्तके, पृष्ठसङ्ख्या अस्ति षण्णवतिः इति, तस्मात् आरभ्य अस्य भागस्य अन्तपर्यन्तं भेदः एव पृथक्त्वस्य इति करपत्रद्वये अपि एतस्य सर्वस्य एव विवरणम् अस्ति खलु, तत् सारांशरूपेण लेखनीयं भवति इति गृहपाठः। कदा गृहपाठः समर्पणीयः? क्षम्यतां भगिनि, अष्टादश करपत्रम् अपि च ऊनविंशति करपत्रं द्वयोः सारांशरूपेण करणीयं किल? वस्तुतः करपत्रद्वये कं विषयम् आधारीकृत्य सर्वम् अस्ति चेत् पुस्तके तत्र भेदस्य पृथक्त्वस्य च को विशेषः इति। अस्तु, तस्मात् परः अस्ति विषयः भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति विषयद्वयस्य चर्चार्थमेव करपत्रद्वयमपि निर्मितम्। अस्य सर्वस्य सारांशः लेखनीयः भवति. कदा समर्पणीयः गृहपाठः इति न जानामि, किन्तु सर्वैः लेखनीयः भवति एकः लघुलेखः. भवती मङ्गलवारस्य वर्गे इति उक्तवती किल? क्षम्यतां, सोमवासरस्य. अद्य सोमवासरः अस्तु. परन्तु मङ्गलवासरे अपि वर्गः अस्ति, तदर्थं पृच्छामि. न न, सत्यं, मङ्गलवासरस्य वर्गे तु आरम्भे एव अस्ति, पुस्तकस्य आरम्भे अस्ति. अस्तु अस्तु, तर्हि अस्माभिः लेखनीयः अयं गृहपाठः. अस्तु, तर्हि अग्रे लक्ष्मी भगिनी पठति वा मूर्तविभूसंयोगापत्तिः इति? लक्ष्मी भगिनी अस्ति वा? सावित्री भगिनी तर्हि आरम्भं करोति वा? आं भगिनि, मूर्तविभुसंयोगापत्तिः इत्थमेव मूर्तविभुसंयोगस्थले संयुक्तयोः कृतगाश्रयासितत्वस्य असम्भवे अपि एकस्य मूर्तस्य कृतगाश्रयासितत्वात् संयोगोपपत्तिः. पूर्वमपि उक्तं संख्या, परिमाणं, पृथक्त्वं, संयोगः, विभागः इत्येषां पञ्चानां सर्वद्रव्यवृत्तित्वं. तत्र उपाधिभेदात् घटः आकाशात् पृथक्, घटाकाशयोः संयोगः, घटाकाशयोः विभागः च भवति. अस्तु, इदानीं मूर्तद्रव्य अपि च विभुद्रव्य द्वयोः मध्ये संयोगः भवति वा, विभागाः भवति वा इति किञ्चित् विश्लेषणं दत्तमस्ति. मूर्तविभुसंयोगस्थले संयुक्तयोः कृतगाश्रयासितत्वस्य असम्भवे अपि एकस्य मूर्तस्य कृतगाश्रयासितत्वात् संयोगो उपपत्तिः. इत्युक्ते तत्र विभुद्रव्यं तु सर्वत्र भवति, मूर्तद्रव्यस्य कृतगाश्रयासितत्वं भवेत्, परन्तु द्वयोः कृतगाश्रयाश्रितत्वयोः एव संयोगः भवति इति इतः पूर्वं दृष्टवन्तः. अत्र प्रश्नः अस्ति विभुद्रव्यस्य अपि च मूर्तद्रव्यस्य स्थले संयोगः भवति वा इति. अस्तु, विभुद्रव्यस्य कृतगाश्रय आश्रितत्वं नास्ति खलु? नास्ति. आम्, किमर्थम्? तस्य अवयवः एव नास्ति, परन्तु उपाधिभेदात् एव अस्माभिः. समीचीनं समीचीनं, तथा तदग्रे आगच्छति भवत्याः एव भागः. अस्तु, वदतु भगिनि. पूर्वमपि उक्तवान् अस्माभिः, पूर्वमपि दृष्टं पञ्च गुणानां सर्वद्रव्यवृत्तित्वम् अस्ति, परिमाणं, संख्या, पृथक्त्वं, संयोगः, विभागः इति. तद्दृष्ट्वा वक्तुं शक्नुमः यत् मूर्तद्रव्यमपि मूर्त अपि च विभुद्रव्यमध्ये संयोगः अपि भवति, अपि च विभागः अपि भवति. कथं वा इति अग्रे दत्तमस्ति. तत् कथं साधयति? यद्यपि विभूनां कृतगाश्रय आश्रितत्वं नास्ति, उपाधिभेदात् विभुद्रव्यस्य विभजनं क्रियते अस्माभिः. यथा पूर्वम् अस्माभिः दृष्टं कालस्य अपि च आकाशस्य. आकाशस्य उदाहरणं स्वीकुर्मः चेत् प्रकोष्ठाकाशः अथवा भिन्नप्रकोष्ठाकाशः अथवा घटाकाशः इति विभजनं कर्तुं शक्यते. तत्र मूर्तद्रव्यस्य अपि च उपाधिभेदाकाशस्य संयोगः अपि भवति, अपि च वियोगः अपि विभागः अपि भवति. समीचीनं. तर्हि विभूनाम् उपाधिभेदात् एव भवति. तर्हि अयं वाक्यः इदं वाक्यमस्ति खलु, घटः आकाशात् पृथक्. तस्मिन् उपाधि स्थापयित्वा वदति चेत् कथं वदति? घटः आकाशात् पृथक् इति तदा एव वक्तुं शक्नुमः यदा आकाशस्य विभजनं कुर्मः. घटः प्रकोष्ठाकाशात् पृथक् इति वक्तुं शक्नुमः. समीचीनं. तर्हि प्रकोष्ठे यः आकाशः अस्ति सः आकाशः, प्रकोष्ठात् बहिः यः आकाशः अस्ति तस्मात् पृथक् अस्ति. प्रकोष्ठः इति उपाधिः. तेन आधारेण आकाशेन सह घटस्य संयोगः साधयितुं शक्यते. समीचीनं. संयोगः भवति चेत् विभागः अपि भवति. इति स्पष्टः वा विषयः? भगिनी, यदि यदि आकाशस्य विभजनं न भवति, इत्युक्ते आकाशः विभुद्रव्यमस्ति, यदि विभजनं न भवति तर्हि घटः आकाशात् पृथक् इति वक्तुं न शक्नुमः वा? न शक्नुमः. हा, तत्तु सत्यं. विभूद्रव्यम् एकमेव, तस्य पुनः विभजनं नास्ति. अवयवाः न सन्ति खलु, इति तु सत्यं. किन्तु पूर्वम् अस्माभिः पठितं खलु विभूद्रव्याणां. हा, भगिनी उक्तवती अपि तत्र कालस्य विषये, कालाः इति विभूद्रव्यं. किन्तु अस्माकं सौकर्यार्थं वयं वदामः दशवादनं, द्वादशवादनम् इत्यादिकम् उपाधिं कुर्मः खलु कालस्य. तथैव आकाशस्यापि उपाधिः आवश्यकः. प्रकोष्ठ आकाशः भिन्नः, अथवा पाठशालायां यः आकाशः सः भिन्नः, विद्यालय आकाशः भिन्नः. तथा कृत्वा घटः प्रकोष्ठे अस्ति इति चिन्तयतु. प्रकोष्ठात् बहिः गच्छति चेत् तदा प्रकोष्ठ आकाशात् घटः विभक्तः भवति. प्रकोष्ठ आकाशात् बहिः यः आकाशः अस्ति तेन सह घटस्य संयोगः जायते. तथा चिन्तनीयं, भवति. भगिनी, अत्र पञ्चनवतितमे पुटे यत्र पृथक्त्वस्य प्रथमवारं वयं दृष्टवन्तः, तत्र अपि दत्तमस्ति आत्मा आकाशात् पृथक्. तत्र द्वयोः विभुद्रव्यं किल? एवं वा? अस्तु. हा हा हा हा मा माम् आत्मा आकाशात् पृथक्. सत्यम्. आत्मा अस्तु, आकाशस्य उपाधिः यथा भवति, आत्मनः अपि जीवात्मा परमात्मा इति भवति खलु? भवति, परन्तु अपि अन्यच्च. अस्तु, तर्हि अन्यच्च अहं चिन्तयामि, अत्रापि लिखितमस्ति यत् उभयोः मध्ये एकस्य पृथगाश्रयाश्रितत्वम्, एकस्य मूर्धस्य पृथगाश्रयाश्रितत्वम् अस्ति चेत् पर्याप्तम् इति. तेन आधारेण एकस्य अथवा आकाशस्य पृथगाश्रयः प्रकोष्ठात् बहिः इति स्वीक्रियते चेत् तदा प्रायः शक्यः इति चिन्तयामि. परन्तु प्रकोष्ठाकाशः विभजनं कुर्मः सौकर्याय, परन्तु तत् अवयवः इति द्रष्टुं शक्नुमः वा? वस्तुतः नास्ति. आकाशः एकः एव इति उच्यते, सर्वत्र व्यापकम्. अत्र द्वयोः पृथगाश्रयाश्रितत्वं नास्ति, एकस्यापि नास्ति. एकस्यापि नास्ति, उपाधिभेदादेव साधनीयं भवति इति चिन्तयामि. भगिनि, एकः प्रश्नः अस्ति, घट आकाशात् पृथक्, घटे विद्यमान आकाश घट तस्य अवधि न भवति वा, उपाधि न भवति? अवश्यं भवति, भवति एव. घटः आकाशात् पृथक् कथं प्रकोशात् प्रकोश प्रकोष्ठस्य उदाहरणं दत्ते? अस्तु, घट इदानीं घटः घटे आकाशः अस्ति इति सत्यं, भवती यदुक्तवती तत् सत्यं, घटः स्वयम् उपाधिः तस्य आकाशस्य, किन्तु घटात् बहिः अपि आकाशः अस्ति खलु? आम् आम्, सो घट आकाशात् पृथक् घटे विद्यमान आकाश घटे बहिः विद्यमान आकाशात् पृथक् भवति घट उपाधि, घटस्य आकृति उपाधि भवति, घट आकृति उपाधि, बहु समीचीनं भगिनि, भगिनि अत्र घटस्य संयोगः बहिः विद्यमान आकाशेन जायते वा अन्तः विद्यमान? द्वयोः इति चिन्तयामि, यतोहि घटः अपि द्रव्यम् आकाशः अपि द्रव्यं खलु, द्रव्ययोः मध्ये संयोगः एव, सः आकाशः घटस्य अन्ते भवतु वा बहिः भवतु वा उभे अपि द्रव्ये खलु इति कृत्वा संयोगः भवति. इदानीं पुस्तक आकाशयोः संयोगः इति स्वीकृतं चेत् तत्र उपाधेः आवश्यकता किमर्थम्? वस्तुतः उपाधिः किमर्थम् आगतम् इति चेत् पृथगाश्रय आश्रितत्वं नास्ति तथापि संयोगः भवति इति साधनार्थम्. अपि च विभागस्य स्थले विभागस्य आवश्यकता अस्ति उपाधिः, किल कोऽपि मूर्तिद्रव्य भगिनी विभू आकाश संयोग कर्तुं शक्नोति? जयन्ती भगिनी, एकं तु इदं तु सत्यं यत् आकाशे पृथक्त्वम् अस्ति, विभागः अस्ति, संयोगः अस्ति, सामान्यगुणाः खलु. आम् आम्, तर्हि संयोगः अस्ति चेत् पृथगाश्रय आश्रितत्वस्य अभावे अपि कथं संयोगः अस्ति इत्यस्य विवरणं दातव्यं भवति, तदर्थम् उपाधिविषयः आगतः, उपाधिभेदेन तथा क्रियते इति. अस्तु, तर्हि पुस्तकं किन्तु किन्तु भवत्याः प्रश्नः अस्ति पुस्तकम् आकाशे अस्ति इति तु सरलं सरलः विषयः खलु, तत्र उपाधेः का आवश्यकता? तत्तु समीचीनमेव, अनुभवः तादृशः अस्ति इति कृत्वा वक्तुं शक्नुमः, किन्तु यस्य कस्यापि मनसि संयोगस्य नियमः कः, पृथगाश्रय आश्रितत्वम् इति अस्ति चेत् ते वक्तुं शक्नुयुः यद् पुस्तकस्य तु बहु अस्ति पृथगाश्रय आश्रितत्वम्, आकाशस्य नास्ति, कथं साधयन्ति इति. तस्य उत्तरार्थमेव उपाधिः इति सर्वम् उक्तम्. अस्तु, तर्हि उत्तरं तु अस्ति द्रव्याणाम् अपि उपाधयः सन्ति, यथा काले वा. अस्तु, कालः अपि विभुद्रव्यं खलु, कालः, दिग्, आकाशः, आत्मा. भगिनि, जयन्ती भगिनि, भवत्याः सरल उदाहरणे वियोगः विभागः जायते वा? तत्तु मम चिन्तनम् अस्ति, विभागः तु द्रव्यस्य नाशेन एव जायते खलु भगिनि, क्रियया अपि जायते खलु, आकाशः तु सर्वत्र अस्ति, विभुद्रव्यम् अस्ति, संयोगः उपाधेः भेदेन विभागः संयोगः तदर्थमेव. यथा पुस्तक आकाशयोः संयोगः एतत् उदाहरणं स्वीकृतं चेत् संयोगः अस्ति, यत्र पुस्तकम् अस्ति तस्मिन् समये कुत्रापि अस्ति पुस्तक आकाशयोः संयोगः अस्ति एव. विभागः जायते इत्युक्ते कीदृश उपाधिः ग्लायते वा नास्ति इति प्रश्नः. अहं चिन्तयामि संयोगनाश एव विभागः. यथा पुस्तक आकाशे संयोगः जायते तथा तत् पुस्तकं बहिः नीत्वा गच्छामः, तत् संयोगः विभागः भवति तत्र पुस्तक आकाशे. अन्य संयोगः जायते परन्तु पूर्वस्मिन् संयोगे विभाग पूर्वस्मिन् विभागः. आम् आम् अस्तु. आम् आम् इदानीं बहु धन्यवादः. अस्तु इति समीचीनबिन्दुः यत् यः बिन्दुः सावित्री भगिन्या उत्थापितः तत् विभागस्य कृते तु अवश्यम् अपेक्षितमेव अपेक्षितः एव इति उपाधि. अस्तु धन्यवादः. अपि च उपाधेः वेदेन इत्युक्ते तर्हि तत्र भिन्न आकाशदेशे अपि भवितुमर्हति किल? एकस्मिन् प्रकोष्ठे एव एकस्मिन् स्थलात् अन्यस्थलं क्रियया यत् विभागः संयोगः जायते तदपि तदपि भिन्न आकाशदेशम् इति. हा हा हा इत्युक्ते संयोगस्य कृते अपि उपाधिः अपेक्षितः इति किल भगिनि? पुस्तकं बहिः नयामि चेत् तत् भिन्नः एव संयोगः जायते, क्रियया जातः संयोगः, कर्मजः संयोगः. अस्तु अस्तु तर्हि समीचीनमेव. अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि. घटकपालयोः पृथक् आश्रितत्वस्य संयोग आपत्तिः. न च एवं घटकपालयोः मध्ये अपि कपालस्य कपालिक आश्रितत्वात् घटस्य च कपाल आश्रितत्वात् पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोग आपत्तिः सर्वादौ उक्ता अनिर्वाया एव इति वाच्यम्. समानदिग्भाग्यव्यापिनां दिक् उपाधिभूतानां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्. अस्तु अत्र न च एवम् इति वाच्यं तस्य मध्ये पूर्वपक्षिणः वाक्यम् अस्ति. एकनिमिषः एकनिमिषः. अत्र न च एवम् इति वाच्यं तस्य मध्ये पूर्वपक्षिणः वाक्यम् इति नास्ति. अस्तु सर्वं सिद्धान्तिनः, किन्तु पूर्वपक्षी तथा चिन्तयेत् इति चिन्तयित्वा अत्र मध्ये स्थापितम्. ओ अस्तु अस्तु. खण्डशः पठतु. आम् अस्तु भगिनि. घटकपालयोः मध्ये अपि कपालस्य कपालिक आश्रितत्वात् इत्युक्ते कपालस्य आश्रयः कपालिका अस्ति. अपि च घटस्य च कपाल आश्रितत्वात् घटस्य आश्रयः कपालः अस्ति. पृथक् आश्रय आश्रितत्वस्य इत्युक्ते तत्र घटस्य आश्रयः कपालः, कपालस्य आश्रयः कपालिकः. पृथक् तयोः मध्ये पृथक् आश्रय आश्रितत्वम् इति स्वीकुर्मः वा इति अग्रे आगच्छति. पृथक् आश्रय आश्रितत्वस्य सम्भवेन कपालक्रियया घटकपालयोः संयोग आपत्तिः सर्वादौ उक्त अनिर्वार्या एव इति वाच्यम्. अस्तु कपाल अस्तु घटकपालयोः मध्ये कपालः घटः कपालेन आश्रितः, कपालः कपालिकायाम् आश्रितः. कपालः भिन्न आश्रयः, कपालिकः भिन्न आश्रयः. पृथक् आश्रय आश्रितत्वसम्भवम् इति इति चिन्तयितुं शक्नुमः वा? कपालक्रियया घटकपालयोः संयोग आपत्तिः. कपालक्रियया घटकपालयोः मध्ये संयोगं जायते इति दोषः आदौ एव उक्तं तत् अनिर्वाय इत्युक्ते तत् यदि अनिवार्य इत्युक्ते निवारयितुम् अशक्य तथा अस्तु अस्तु यदि एषा रीत्या स्वीकुर्मः चेत् घटकपालयोः मध्ये संयोगापत्तिः आगच्छति तत् निवारितुं न शक्यते निवारितुं न शक्यते इति न वाच्यम् ओ इति न वाच्यम् अस्तु भवत्या यदुक्तं तत् सर्वं समीचीनं केवलम् इदानीम् इति न वाच्यम् इति तत्र न इति स्थापयति चेत् वाक्यम् इतोपि सुस्पष्टं भवति अस्तु किमर्थं चेत् किमर्थं एतया रीत्या न स्वीकुर्मः घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिकः तयोः भिन्नभिन्न आश्रयेण पृथक् आश्रयम् आश्रितत्वम् इति किमर्थं न वदामः चेत् तत्र समानदिग्भागव्यापिनां दिक् उपाधिभूतानां घट अस्तु समानदिग्व्यापिनाम् इत्युक्ते घट कपालः कपालिका सर्वं एकस्मिन् देशे एकस्मिन् देशे एव अस्ति ते पृथक् भिन्न आकाशस्थले न सन्ति एकस्मिन् देशे एव समानधिक् सर्वं हा भवती समीचीनतया उक्तवती अग्रे दिग्गति उपाधि दिग् इत्युक्ते डैरेक्षन् खलु इत्युक्ते आकाशदेशः ओके अत्र आकाशदेशः घटस्य च घटपरम्परायां घट अवयवपरम्परायां ये द्रव्याणि यानि द्रव्याणि सन्ति ते सर्वे एकस्मिन् आकाशदेशे एव अस्ति इति अस्ति अपि च ते कपालकपालिका आदीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् अपि च पूर्वं यदा दृष्टवन्तः घटस्य घटपृथक्त्वे घटस्य अवयवपरम्पराः अवरित्वं न सन्ति न स्वीकुर्मः एव अपि च अवयवपृथक्त्वम् इति भिन्न भिन्न भिन्नतया न स्वीकुर् तदपि न स्वीक्रियते केवलं घटम् अस्ति घटस्य घटपृथक्त्वे घटस्य बहिः अन्य ये वस्तूनि सन्ति तेषाम् अवरित्वमेव सन्ति न तु घट अवयवपरम्परायां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वं न स्वीक्रियते अतः यदि पूर्वपक्षिणः घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका इति भिन्नभिन्न आश्रयः इति इति ते चिन्तयन्ति चेत् तस्मात् ये आपत्तिः आगच्छन्ति दोषः संयोग कपालक्रिया घटकपालयो संयोगः आपत्तिः इति तत् निवारितुं न शक्यन्ते न एकनिमिषः संयोगापत्तिः निवारयितुं न शक्यः इति मा वदन्तु इति सिद्धान्तिनः किमर्थं मा वदन्तु इति भवती एव प्रतिपादितवती उदाहरणं दत्त्वा इति सर्वम् इत्येव सारांशः अग्रे गत्वा समानदिग् दिग्भागी दिगुपाधिभूतः कः इति सर्वम् अग्रे इतोपि परिशीलनं भवति स समीचीनं तर्हि अग्रे सव्यसाची महोदय पठति वा? आं भगिनि, अत्र कपालस्य कपालिका कपालिकाश्रितत्वात् घटस्य च कपालाश्रितत्वात् द्वयोः पृथगाश्रय आश्रितत्वं खलु इति कृत्वा घटकपालयोः संयोगः जायते इति न च वाच्यम्। किमर्थम् इति चेत् द्वयोः आश्रययोः समानभेदा नास्ति, स्थानभेदो नास्ति। अस्य बोधनार्थम् अग्रे उच्यते समानदिग्भागव्यापिनां दिग् उपाधिभूतानां घट अवयव परम्परागतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात्। तर्हि कपालस्य कपालिकाश्रितत्वात् एवं घटस्य कपालश्रितत्वात् द्वयोः पृथगाश्रयाश्रितत्वम् इत्युक्ते घटः अस्ति घटस्य आश्रयः इति कपालः कपालः आश्रितः अस्ति कपालिकायां। तर्हि इत्युक्ते कपालस्य आश्रयः कपालिका, घटस्य आश्रयः कपालः इत्युक्ते पृथगाश्रयः आश्रितत्वम् इति कृत्वा घटकपालयः संयोगः इति न च वाच्यम्। इत्युक्ते सिद्धान्तिनः वदन्ति पुनः सिद्धान्तिनः वदन्ति इत्युक्ते पूर्वपक्षिणः सन्देहः अस्ति खलु, तर्हि सिद्धान्तिनः वदन्ति न च वाच्यम्, एतत् न च वाच्यम्। किमर्थम् इति चेत् द्वयोः आश्रयोः स्थानभेदः नास्ति, इत्युक्ते घटः कपालः कपालिका इत्युक्ते तत्र आश्रयोः स्थानभेदः नास्ति। तर्हि अस्य बोधनार्थम् अग्रे उच्यते इत्युक्ते यत् भगिनी अपि पठितवती तत् अत्र लिखितमस्ति। इति सारांशः, अग्रे गत्वा समानदिग्व्यापि इत्यादिनां विवरणं दीयते अग्रिमे परिच्छेदे। सन्ध्या भगिनी अस्ति वा? सन्ध्या भगिनी अस्ति किम्? अस्तु, सरला भगिनी पठति वा? आं भगिनि, अत्र समानादिभागव्याप्तं दिक् उपाधिभूत्वं घट अवयव परम्परागतत्वं समानदिग्भागव्यापित्वं दिगु दिग् उपाधिभूतत्वं घट अवयवपरम्परागतत्वम् इत्येते कपालकपालिकादीनां विशेषणानि। समानादिग्भागव्यापिनाम् इत्यनेन किं विवक्षितम्? यादृशदेशे कपालः अस्ति तस्मिन्नेव देशे कपालिका अपि अस्ति, समानदेशे उभयम् अस्ति इति बोधनीयम्। यावती दिक्तेन कपालेन व्याप्ता तत् अपेक्षया अतिरिक्ता दिक् न एव कपालिकया व्याप्ता, यतोहि कपालिका इत्युक्तो तस्यैव कपालस्य अवयवः। समानादिव्यापकत्वं समानदेशत्वं तुल्यमेव, पुनः इतोपि स्पष्टतया विशिष्टतया व्यक्तीकर्तुं समानादिग्भाग इति भागः भागः इति समानादिग्भागव्याप्तं व्यापित्वं दिग् उपाधिभूतत्वं घट अवयवपरम्परागतत्वम् एते सर्वे कपालकपालादीनां विशेषणानि सन्ति. कपालकपालिकादीनाम् एते घटस्य अवयवाः सन्ति. तस्य विशेषणानि अर्थं किम् अस्ति? समानादिग्भागव्याप्तं. यदि समानदेशे ते वर्तते ते वर्तन्ते तस्य भावम् अस्ति समानादिग्भागव्याप्तं. दिक् उपाधिभूतत्वं, यदि उपाधि भेदात् देशे दे वर्तते तत् भवति दिक् उपाधिभूतत्वं. घट अवयव परम्परागतं, घट अवयव तद् दिग् उपाधिभूतत्वम् इति अग्रे आगच्छति. अस्तु, तर्हि समान दिग्भागव्यापिन इत्यस्य अर्थः कः इति अग्रे पठितु. समानादिग्भागव्यापिनाम् इत्यनेन किं विवक्षितं? यादृशदेशे कपालः अस्ति तस्मिन् देशे कपालिका अपि अस्ति. एकस्मिन् देशे कपालकपालिका वर्तते तस्य अर्थः अस्ति समानदिग्भागव्यापिना. समानदेशे उभयम् अस्ति इति बोधनीयम्. द्वौ एकस्मिन् देशे वर्तते तस्य अर्थम् अस्ति यत् यावती दिक् तेन कपालेन व्याप्ता तत् अपेक्षया अतिरिक्ता दिक् नैव कपालिकया व्याप्ता व्यापिता. दिक् स्त्रीलिङ्ग् अस्ति तथैव यावती अस्ति व्याप्ता. कपाल यावत् कपाल यस्मिन् देशे व्याप्त भवति तस्मिन् देशे एव कपालिका अपि व्याप्ता अस्ति. तस्य अतिरिक्त कोऽपि दिक् नास्ति. हा, कपालिकायाः अतिरिक्ता दिक् नास्ति. आम्, इत्युक्ते कपाले कपालः यत्र अस्ति तत्र कपालिका अपि अस्ति. हा, कपालात् बहिः कपालः अस्ति इति किमपि नास्ति. यतोहि कपालिका इत्युक्तौ तस्यैव कपालस्य अवयवः. यत्र यत्र कपालिका अस्ति तत्र तस्य कपालः अपि तत्र अस्ति. अवयवः एकस्मिन् देशे वर्तते. भिन्नरीत्या लिखितमस्ति भगिनि, रैट्? तावदेव. सर्वे समानदेशे वर्तते, सर्वे अवयवाः समानदेशे एकस्मिन् देशे वर्तते. समानदिक्व्यापकत्वं समानदेशत्वं तुल्यमेव. सो कपालकपालिका एकस्मिन् देशे व्याप्ता सन्ति, एकस्मिन् देशे वर्तते एतत् एकसमान अस्ति एतत् समानदिक्व्यापकत्वं वा समानदेशत्वं. पुनः इतोपि स्पष्टतया विशिष्टतया व्यक्तीकर्तुं समानादिभाग अस्ति इति. समीचीनम् इत्येव अस्ति. समानदिग् इत्युक्ते समानदेशः, कपालकपालिकयोः इति वार्ता. अस्तु, अग्रे सरेण. सन्ध्या भगिनी अस्ति किम्? नो चेत् राजेन्द्रमहोदय पठति वा? आम् आं भगिनि. अपि च मूर्तद्रव्यस्य द्विग उपाधित्वं भवति एव. द्विग उपाधित्वम् इत्यनेन देशः, देशः इत्युक्ते द्विग उपाधि, तत् अवच्छिन्ना दिग् यदा बोधनीया तदा देशः इति उच्यते. वस्तुतः दिक् विभवी तस्याः च विभुत्वात् विभजनं न भवति. यथा महाकालस्य लोके व्यवहारः न कर्तुं शक्यते, तदर्थञ्च अस्माभिः दशवादने इत्यादिकम् उच्यते उपाधित्वेन. तद्वत् अस्मिन् देशे इत्युक्ते तादृश उपाधि अवच्छिन्ना दिशि इति अर्थः. अपि च पूर्वं इदानीं वयं पश्यामः द्विग उपाधित्वं कीदृशी विशेषणमस्ति. अपि इदानीं मूर्तद्रव्यस्य द्विग उपाधित्वं तु भवति एव. द्विग उपाधित्वम् इत्यनेन देशः इत्युक्ते द्विग उपाधि, देशविभजनं भवति यथा तदा वदामः. तद् अवच्छिन्ना दिग् यदा बोधनीयः तदा देशः इति उच्यते. यदा तत् अस्माभिः अवगन्तव्यं तत् तदा देशः एव वयं वदामः उपाधिरूपेण. वस्तुतः दिग् विभुवि, दिगः दे आकाशः वस्तुतः विभु अस्ति. तस्य च विभुत्वात् विभजनं न भवति. वस्तुतः तस्य आकाशः विभुः, विभुः तस्य विभजनं न भवति. परन्तु अस्माभिः स्वकार्यार्थं वयं तस्य विभजनं कुर्मः. यथा महाकालस्य यथा कालः अपि तथैव अस्ति, तस्य विभजनं न भवति. परन्तु अस्माभिः स्वकार्यार्थं वयं तस्य विभजनं कृत्वा वदामः यथा दशवादनी इत्यादिकम् उच्यते उपाधित्वेन. तत् उपाधि आरोप्यते, आरोप्य तत् कालस्य विभजनं कुर्मः. तद्वत् अस्मिन् देशे इत्युक्ते तादृश उपाधि अवच्छिन्ना दिशि इति अर्थः. अस्मिन् देशे यथा वदामः तदा वयं किं कुर्मः, तत् तादृश उपाधि भेदात् तस्य विभुद्रव्यस्य अवच्छिन्नः, देशस्य अवच्छिन्नः भवति इति अर्थः. सत्यम् इति अर्थः. तर्हि दिग् उपाधि भूताः के दिगुपाधित्वं कुत्र अस्ति? यथा वयं वदामः घट आकाशसंयोगः भवति, तत्र तत्र उपाधि तत्र आरोपयामः. तत्र आकाश विभजनं कृत्वा घट आकाश. इदानीं प्रश्नः अस्ति यत् दिशः अपि तथा खलु, दिग् अपि यथा आकाशः तथैव दिग् अपि विभुः विभ्वि. यथा वयं वदामः ह्यः श्वस्तन् अद्यतन, यद्यपि कालः विभुः अस्ति, तत् विभजनं न भवति. परन्तु सौकार्यार्थं वयं विभजनं कुर्मः. वदामः दशवादने, एकादशवादने यत् किमपि सत्यं कालस्य विभजनं भवति क्रियया. अस्तु, सूर्यास्तः इति क्रिया, सूर्योदयः इति क्रिया, तेन आधारेण अथवा ह्यः इति क्रिया, एकवर्षात् पूर्वं गृहस्य निर्माणं जातं तदा इति वदामश्चेत् तदपि क्रिया एव. कालस्य विभजनं भवति क्रियया खलु. आकाशस्य विभजनं भवति मूर्तद्रव्ये, प्रकोष्ठः इति. तर्हि दिशः विभजनं केन भवति, राजेन्द्रमहोदय? इदं भवता पठितमेव, प्रथमे वाक्ये एव अस्ति. प्रथमं वाक्यं पठतु. अपि च मूर्तद्रव्यस्य दिगोपाधित्वं भवति एव. दिगोपाधित्वं देशः, देशः इत्युक्ते दिगोपाधि. हा एकनिमिषः, एकनिमिषः. तर्हि दिगुपाधित्वं भवति मूर्तद्रव्यस्य इत्युक्ते मूर्तद्रव्यस्य दिगुबाधित्वं, मूर्तद्रव्ये दिगुबाधित्वम् इति अस्ति. तर्हि दिशः उपाधिः केन स्थाप्यते? मूर्तद्रव्यम् इति दिशः, हा मूर्तद्रव्यम् इति दिशः उपाधिः भवति. अस्तु, दिक् इति अपि विभुः, विभ्वि नाम सर्वत्र अस्ति, एकाकी एव, यथा आकाशः तथा एकमेव दिक् अपि. दिशः, दिक् दिशः इति षष्टिविभक्ति. दिशः खण्डनं केन क्रियते? मूर्तद्रव्येण. अतः मूर्तद्रव्यम् इति उपाधिः, देशः. इदानीम् अमेरिकादेशः इति वदामश्चेत् कथं? दिश् दिश् दिक् तु सर्वत्र अस्ति, किन्तु अमेरिकादेशः इति कथं वदामः? कमपि मूर्तद्रव्यम् अथवा मूर्तद्रव्याणां समूहम् आधारीकृत्य, खलु? बहूनां मेलनेन अस्तु अयं देशः अपरस्मात् देशात् भिन्नः इति कृत्वा दिशः उपाधिः स्थाप्यते मूर्तद्रव्येण. अतः मूर्तद्रव्यस्य दिक् उपाधित्वं भवति इति. बुद्धं वा? आम् आम् आम् भगिनि. यथा कालस्य क्रियया आकाशस्यापि मूर्तद्रव्यम् आधारीकृत्य उपाधिः, तथैव दिशः अपि मूर्तद्रव्यम् आधारीकृत्य उपाधयः भवति. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. आहत्य समानदिग्भागव्यापिनां दिगुपाधिभूतानां घट अवयवपरम्परा आगतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् घटकपालयोः संयोगापत्तिः सर्वादौ उक्त्वा अनिवार्या एव इति न च वाच्यम्. समानदिग्भागव्यापिनां समानदिग्भागव्यापिनाम् इत्युक्ते किं? विभू दिग् अस्ति तस्य अर्थः कः? विभजनं नास्ति, दिशः विभजनं नास्ति इति तु सत्यं, किन्तु समानदिग्भागव्यापी इत्यस्य अर्थः कः? माला भगिनी किञ्चित् साहाय्यं करोति वा? आम्, समानदिग्व्यापिनाम् इत्युक्ते एकस्मिन् एव देशे, समानदेशे व्याप्तः. उदाहरणत्वेन यथा घटकपालः एकस्मिन् देशे स्तः, अतः समानदिग्व्याप्यः. हा, घटकपालौ समानदिग्भागव्यापिनौ इति उच्यते, यतोहि तयोः आकाशदेशः भिन्नः नास्ति. अस्तु, अग्रे. दिगुपाधिभूतानां घट अवयवपरम्परा. एकनिमिषः, एकनिमिषः. तस्य अर्थः कः? इदानीम् उक्तं दिग् उपाधिभूतानाम् इत्युक्ते मूर्तद्रव्याणि सन्ति. हा, मूर्तद्रव्याणि यानि दिशः उपादयः भवन्ति, ते सर्वे दिगुपाधिभूताः, तेषां दिकुपादिभूतानाम्. अस्तु अग्रे. घट अवयव परम्परा आगतानां कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य अस्वीकारात् घटकपालयोः संयोग आपत्तिः सर्वादौ उक्त्वा अनिवार्या एव इति न च वाच्यम्. कपालकपालिकादीनां परस्पर अवधिकपृथक्त्वस्य एकनिमिषः. कपालस्य अवधिः भिन्नः कपालिकायाः इति नास्ति वार्ता. माला भगिनी पुनः किञ्चित् साहाय्यं ददाति वा? क्षम्यतां भगिनी, अहम् इदानीं न वक्तुं शक्नोमि. क्षम्यताम्. अस्तु अस्तु अस्तु. तर्हि कपालकपालकादीनाम् अवधिकत्वं पृथक्त्वस्य अवधिकत्वं कथं भवति भगिनि? कपालस्य कपालः घटे अस्ति, कपालिका कपालिके अस्ति, कपालिकायाम् अस्ति. इदानीं कपाले विद्यमानपृथक्त्वस्य अवधिः कपालिका भवितुम् अर्हति वा? नास्ति, न भवति. तथैव घटे विद्यमानपृथक्त्वस्य अवधिः कपालः भवति वा? नास्ति, न भवति. इति एव वार्ता परस्परावधिकत्वस्य अस्वीकारात् इत्यनेन उक्तम्. कपालकपालिकादीनाम् अथवा कपालघटानां घटकपालानां परस्परावधिकपृथक्त्वस्य अस्वीकारः घटकपालयोः संयोग आपत्तिः. हा, तस्मात् घटकपाल संयोगः तस्मात् संयोगापत्तिः अनिवार्या, संयोगापत्तिः निवारयितुम् अशक्य इति न वाच्यम्. उच्यते. अस्तु, इति स्पष्टं स्यात् सर्वेषां मनसि. दिगुपादिभूतम् इति मूर्तद्रव्यस्य विशेषणं, सामान्यविशेषणं. तत्रैव मम प्रश्नः अपि आसीत् तस्मिन् विषये एव. दिगुपादिभूतानाम् इत्युक्ते अत्र मूर्तद्रव्याणाम् इति अस्ति खलु? अत्र वाक्ये कपालकपालिकादीनाम् इति तस्य विशेषणम्. परन्तु कपालकपालिका अपि मूर्तद्रव्ये खलु? आम् आम्. इति सामान्यविशेषणं. तद् दिगुपादिभूतादि त्वम् इति सर्वेषु मूर्तद्रव्येषु अस्ति, केवलं कपालकपालिका इति न, सर्वेषु मूर्तद्रव्येषु. परन्तु अवश्यं समानार्थकाः न खलु? समानदिग्भागव्यापिनाः इति इत्यस्य भिन्न अर्थः अस्ति एकस्मिन् देशे वर्तते. दिग्पादिभूतानाम् इत्युक्ते कपालकपालिका ये मूर्तद्रव्यान् मूर्तद्रव्ये इति अस्ति वा? हा, दिगुपादिभूतानाम् इति अत्र प्रयुक्तं यतोहि यथा सामान्यं सर्वेषु मूर्तद्रव्येषु तत्र दिगुपादित्वम् अस्ति, तथैव कपालकपालिकादीनाम् अपि अस्ति इति. अस्ति. मम चिन्तनम् अस्ति यत् कपालकपालिकादयः मूर्तद्रव्याणि खलु, अतः दिग् उपाधिभूतत्वं तु अस्ति. दिशः उपादयः भवन्ति इति तु सत्यं, परन्तु समानदिग् व्यापकत्वमपि अस्ति तेषाम् इति कृत्वा परस्परावधिकपृथक्त्वं न भवति इति. अत्र अस्मिन् वाक्ये समानदिक् भागव्यापिनां घट अवयवपरम्परागतानां कपालकपालिकादीनां परस्परावधिकपृथक्त्वस्य अस्वीकारात् इति वदनेन पर्याप्तं भवति. सत्यं, तदर्थमेव मम प्रश्नः आसीत् किं तत्र समान इत्यस्य अन्वयः दिगुपाधिभूतानाम् इत्यस्मिन् आगच्छति वा इति. अस्तु, किन्तु तथा नास्ति. अयं तु सामान्यविशेषणम्, इदं तु सामान्यविशेषणम् इति उक्तं महोदयेन. अस्तु अस्तु भगिनि, परन्तु पुनः प्रष्टव्यः इति चिन्तयामि किमर्थं तथा वदनस्य आवश्यकता का इति. भवती यदुक्तवती तत् सत्यमेव. समानदिग्व्यापिनां घट अवयवपरम्परागतानाम् इत्यनेन साधितं भवति खलु तर्हि. दिगुपाधिभूतत्वम् अस्ति इति पुनः. अस्तु, पृच्छामः तर्हि अग्रे. धन्यवादः. अस्तु, भवती एव अग्रे पठतु निगमनम्. किं, हरि ओम् पठतु भगिनि. आम्, निगमनं. किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानादि. अस्तु, तादात्म्यादि अनेकपदार्थज्ञानाधीन ज्ञानविषयः इति अनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः, न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. हस्तः वृक्षात् पृथक् इति स्थितौ वृक्षः अवधिः, वृक्षे अवधित्वम्. हस्तः वृक्षात् भिन्नः इति स्थितौ वृक्षः प्रतियोगी, वृक्षे प्रतियोगिता. वृक्षे यत् अवधित्वं पुनः वृक्षे या प्रतियोगिता, परिशीलनेन इदम् अवधित्वम् इयं च प्रतियोगिता द्वयमपि समानं न अपि तु द्वयोर्मध्ये महत् वैलक्षण्यम्. अस्तु, किञ्च विभागे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वम्. व्यापिमूर्तवृत्तिपृथक्त्वे विभागे, किञ्च विभागे तु स्पष्टं, विभागे इति तत्र विषयसप्तमी अस्ति इति उक्तं विभागस्य विषये. अपि च विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे इत्युक्ते पृथक्त्वस्य विषये. इदानीं तस्य शब्दस्य खण्डनं करोतु, विभिन्नदेशव्यापि इत्यादिकं. विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे इत्युक्ते पृथक्त्वं मूर्त द्रव्यं द्रव्य क्रमेण क्रमेण गच्छतु इत्युक्ते पृथक्त्वम् इत्यस्मात् आरभ्य पृष्ठतः गच्छतु. अस्तु, पृथक्त्वं मूर्तद्रव्ये विद्यमानं पृथक्त्वं यत् भिन्नदेशे अस्ति, न भिन्नदेशे विद्यमानाः मूर्तद्रव्याणां पृथक्त्वं वा. हा, तावदेव. अस्तु, विभिन्नदेशव्यापि मूर्तद्रव्यं तस्मिन् विद्यमानं पृथक्त्वं च आहत्य विभिन्नदेशव्यापि मूर्तद्रव्यवृत्ति इति विशेषणं पृथक्त्वस्य. परन्तु विभागे पृथक्त्वम् इति द्वयोः विषयोः विभागस्य प्रसङ्गे अपि च विभिन्नदेशव्यापि मूर्तवृत्तिपृथक्त्वस्य प्रसङ्गे च अस्तु च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च अस्तु विभागस्थले अपि च पृथक्त्वस्थले तु भिन्नदेशे ये मूर्तद्रव्ये स्तः ये मूर्तद्रव्ये स्तः हा तौ तयोः ये अवधित्वम् अस्ति भेदीयप्रतियोगिता च तत्र द्वे मूर्तद्रव्ये स्तः इत्यस्मात् भेदः अपि अस्ति तत्र तयोः मध्ये भिन्नता अपि अस्ति भेदः अपि अस्ति तादात्म्य आदि अनेकपदार्थज्ञानाधीनज्ञानविषयः अनयोः विषययोः इदानीम् इत्यनयोः विषययोः इति उक्तं चेत् तत्र अर्थः कः द्विवचने अस्ति खलु तर्हि द्वयोः वस्तुनोः तुलना वर्तते इति सारांशः तर्हि ते द्वे वस्तु के इति ते द्वे वस्तु तु अत्र भेदविषये प्रतियोगिता पृथक्त्व वा विभागविषये अवधित्वम् इत्यनयोः हा विषययोः अस्तु विभाग वा पृथक्त्वस्थले यत् अवधित्वम् अस्ति अपि तु भेदस्थले या प्रतियोगिता अस्ति अनयोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक् अस्तु तस्मात् अतिरिक्तः गुणः तावत् चर्चितम् शनिवासरस्य वर्गे तर्हि इतः अग्रे वदिष्यति तर्हि एवम् इदं वदतु अस्तु पृथक्त्वस्य उदाहरणं वदतु तत्र अवधिः कुत्र अस्ति अवधित्वं कुत्र अस्ति इति वदतु तौ द्वौ पदार्थौ एव स्वीकृत्य पुनः भेदः स्थापयतु तत्र उदाहरणत्वेन अस्तु वृक्षः हस्तात् पृथक् इत्यस्मिन् वाक्ये हस्ते तु अवधित्वम् अस्ति हस्ते अवधित्वम् अस्ति वृक्षे पृथक्त्वम् इति गुणः अस्ति वाक्यं किम् आसीत् वृक्षः हस्तात् पृथक् हा समीचीनं तर्हि पृथक्त्वम् अस्ति वृक्षे अवधिः कः तत्र अवधिः तु हस्तः अस्ति हस्ते अवधित्वम् अस्ति अवधित्वम् इति हस्ते अस्ति अग्रे भेदस्थले इदमेव वाक्यं भिन्नः इति स्थापयित्वा वदतु वृक्षः हस्तात् भिन्नः अत्र तु प्रतियोगी अस्ति हस्तः वृक्षे भेदः हस्तभेदः अस्ति वृक्षे एकनिमिषः वाक्यः आसीत् हस्तः वृक्षात् भिन्नः इति वा न विपरीतरीत्या अस्तु इदानीं वाक्यमेव स्वीकरोमि हस्तः किम् अस्ति अत्र हस्तः वृक्षात् भिन्नः इति स्वीकरोमि तदा वृक्षभेदः हस्ते अस्ति वृक्षः प्रतियोगी अस्ति, प्रतियोगिता वृक्षे अस्ति, प्रतियोगिता वृक्षे अस्ति खलु? तर्हि किं साधितं? तर्हि भेदस्थले अवधिः कः? भेदस्थले तु अवधिः वृक्षः. हा, वृक्षः किं तत्र भवती जानाति एव, उक्तवती अपि. अभावस्य अभावस्य किं किं भवति? अभावः इति यत्र कुत्रापि भवति तत्र प्रतियोगी अनयोगी इत्यादिकं भवति खलु? आम् आम्, प्रतियोगी एव अवधिः भेदस्थले. भेदस्थले प्रतियोगी एव अवधिः. आम्. हा, इदानीं भवत्याः उदाहरणे प्रतियोगी कः? वृक्षः एव प्रतियोगी. वृक्षः एव प्रतियोगी, अपि च वृक्षः एव अवधिः. अवधिः, तर्हि वृक्षे किं किं स्यात्? वृक्षे प्रतियोगिता अस्ति, अवधित्वमपि अस्ति. अवधित्वमपि अस्ति, अतः तयोः तुलना कृत्वा पृथक्त्वस्थले यद् अवधित्वं भवत्या उक्तं खलु, प्रतियोगिनी प्रतियोगिता अपि अस्ति, अवधित्वम् अपि अस्ति. आम् आम् इति कृत्वा तयोः तुलना क्रियते. विभागपृथक्त्वस्थले यद् अवधित्वम् अपि च भेदस्थले प्रतियोगिनी विद्यमाना प्रतियोगिता, तयोः विषये चिन्तनं कृत्वा अग्रे सर्वं साधयिष्यते. तयोः तोलना किं किमर्थम् इति चिन्तयामि. अस्तु, भेदस्थले अवधिः प्रतियोगिता तु समानं, पृथक्त्वस्थले समानम् इति न, समानस्थले सः. अस्तु. प्रतियोगिनी उभावपि स्तः, अवधित्वम् अपि च प्रतियोगिता खलु? आम् आम्. परन्तु तयोः किं साधितम् इति चिन्तयामि. इति प्रायः अग्रे. अस्तु विवरणं दीय. अस्तु अस्तु भगिनि. भगिनि, तादात्म्य आदि अनेक पदार्थाः ज्ञानी दान ज्ञानविषय, तस्य अर्थं किम् अस्ति? तदपि अग्रे आगच्छति. अग्रिमेषु परिच्छेदेषु तस्य विवरणं दीयते इति चिन्तयामि. अस्तु, अन्य कोऽपि प्रश्नः? तर्हि सर्वैः स्मर्यतां यत् लेखनगृहपाठः अस्ति, तदर्थं सज्जता करणीया किञ्चित् किञ्चित् किञ्चित्. अस्तु, प्रश्नः? धन्यवादः, शुभरात्रि भगिनि. धन्यवादः, नमस्कारः.